अथ त्रिषष्टितमः श्लोकः। भक्तिरुवाच, कथं परीक्षिता राज्ञा, स्थापितो ह्यशुचिः कलिः, प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान्। भक्तिः पुनः पृच्छति नारदम्, अयं कलिः अशुचिः खलु? परीक्षिता राज्ञा कथम् अयं कलिः अत्र स्थापितः, कथं च तितीक्षितः? कलौ प्रवृत्ते सर्वसारः, सर्वेषां सारः कुत्र गतः? सर्वसारो नाम कथासारः, तीर्थसारः, तपःसारः, ध्यानसारः, वस्तुसारश्चेति अधुना वक्ष्यन्ते। ये सर्वे साराः कुत्र गताः?